तर्हि नमस्ते. अद्य अनदन्ताङ्गानां तिङ्प्रत्यय योजनविधिः इति पाठः इदानीं प्रवर्तमानः अस्ति. तर्हि पुनरभ्यासरूपेण परस्मैपदी आत्मनेपदीरूपाणां पदानां तिङ् प्रत्ययः कथं भवति इति अदन्ताङ्गानाम् उपयोगोपि कथं भवति इति पुनः पश्यामः. तर्हि मणिमहोदय आरम्भं करोति वा पाठः अस्ति परस्मैपदी लट् लकारः निष्पन्नं कथं भवति इति रूपाणि कथं निष्पन्नानि भवन्ति. पठामि वा? न, केवलं जानाति चेत् वदतु इति पुनरभ्यासरूपेण करपत्र न, किन्तु स्वयं वक्तुं शक्नोति चेत् अस्माकं इदानीं सिद्धजि इति अस्ति खलु. परस्मैपदे अदन्तम् अनदन्तमयोः कोऽपि भेदः नास्ति. लटि मे लटि लङ्गि नो भेदः नास्ति. लटि कानि रूपाणि सूत्रं किं रूपाणि किम् इति कानि इति वदति वा किञ्चित्? प्रथमं टिप् इत्येत्र मूलप्रत्यये टिप् तस् जि सि सिप् तस् त मिप् वस् मस् इति एव महोदय. आं महोदय, तर्हि टिप् इत्यस्य कथं ति इति रूपं सम्भवति इति केन सूत्रेण? आम् आम्, सिद्धतिङ् प्रत्यये तितः अन्ति सितः त मि वः मः. तर्हि टिप् केन सूत्रेण ति इति भवति इति. तर्हि प्रायः महोदय अग्रिमं वदतु, इदानीं प्रायः रामप्रिया भगिनी चेत् किञ्चित् श्रुत्वा. धन्यवादः महोदय, अग्रे आह्वयामि. रामप्रिया भगिनी वदति वा परस्मैपदी? आम् आं भगिनि. मूलतिङ् प्रत्ययः लटीरूपं, प्रथमं तिप् तस्य तत्र पकारलोपः भवति, हलन्त्यं तस्य लोपः इति सूत्रेण ति इति सिद्धतिङ् प्रत्ययः निष्पन्नं भवति. प्रथमपुरुष द्विवचने तस् इति मूलप्रत्ययः, सकारस्य स्थाने रु आदेशः भवति, न विभक्तौ. प्रथमं तु सकारः न विभक्तौ तु स्मः इति सूत्रेण सकारस्य लोपः न भवति, अनन्तरं सकारस्य स्थाने रु आदेशः भवति ससजुषोरुः इति सूत्रेण. रुस्थाने विसर्गः करवसानयोर्विसर्जनीयः इति सूत्रेण तः इति सिद्धतिङ् प्रत्ययः. जि इज् स्थाने अन्त् आदेशः भवति जोन्तः इति सूत्रेण. ज अन्त्योगः इ अन्ति इति प्रथमपुरुष बहुवचनरूपं. मध्यमपुरुष एकवचनरूपं सिप् मूलप्रत्ययः, पकारस्य इत्संज्ञा हलन्त्यं तस्य लोपः, सि इति निष्पन्नं भवति. तस् थस् सकारस्य स्थाने तत्रापि सकारः न विभक्तौ तु स्मः इति सूत्रेण न लोपः भवति, सकारस्य स्थाने रु आदेशः, रु स्थाने विसर्गः, ससजुषोरुः करवसानयो विसर्जनीयः इति द्वाभ्यां सूत्राभ्यां. तः इति सिद्धतिङ् प्रत्ययः. त अत्र तु किमपि कार्यं नास्ति, त एव अवशिष्यते. उत्तमपुरुष एकवचनं मिप्, तत्र अपि पकारस्य इत्संज्ञा हलन्त्यं तस्य लोपः, मि इति सिद्धतिङ् प्रत्ययः. बस् सकार तत्र सकारः न विभक्तौ तु स्मः इति सूत्रेण न लोपः, सकारस्य स्थाने रु आदेशः, रु स्थाने विसर्गः, ससजुषोरुः करवसानयोर्विसर्जनीयः. वः इति सिद्धतिङ् प्रत्ययः. मस् अत्र अत्रापि तथैव कार्यं, सकारस्य स्थाने रु आदेशः, रु स्थाने विसर्गः, न विभक्तौ तु स्मः, ससजुषोरुः करवसानयो विसर्जनीयः महा इति रूपं सिद्धतिङ् प्रत्ययः लटि रूपम् अदन्त अङ्गं कृते तीतः अन्ति सीतः त मीवः मह अनदन्त अङ्गानाम् अपि तथे सामान्यतया रूपम् अस्ति कोऽपि भेदः नास्ति. हरि ओम् भगिनि, प्रायः स्वागतवती. क्षम्यतां भगिनि. तर्हि तदेव चिन्तयामि भगिनी किल उत्तरं न. आमामां भगिनी किमर्थम् उत्तरं ददाति इति. तर्हि जुहोत्यादिगणे किं भवति परस्मैपदि बहुवचने इति तदपि वदति वा भगिनि? तत्र तु ददति इति रूपं किल, अभ्यस्तम् इति कार्यं भवति इति जुहोत्यादिगणे अदभ्यस्तात् इति सूत्रेण अत् आदेशः भवति. अत् आदेशः न भवति, अत् आदेशः भवति. ददति तर्हि अति इति, अति इति सिद्धति कृते. धन्यवादः, बहु धन्यवादः. हेमा भगिनी, कः आगतः? भगिनी नमस्ते, मीना अस्मि. स्वागतं मीना भगिनी. तर्हि हेमा भगिनी अग्रिमम् अस्ति परस्मैपदि लोट् सोपान. हेमा भगिनि, अहं म्यूट् अस्ति, म्यूटेड् अस्ति इति मन्ये. अस्तु तर्हि सुब्रह्मण्यं महोदय. क्षम्यतां भगिनि, अहमपि म्यूट् मध्ये एव सम्भाषणं कृत्वा गतवती. अत्र लोट्लकारे मूलप्रत्ययः सिप्तस् झि सिप्तस् स समानं मित् पस्मस् इति. अत्र सिप्स् कोऽपि भेदः नास्ति, केवलं मध्यमपुरुष एकवचने एव सेर्य अपि च इति कारणेन तत्र सि स्थाने हि इति भवति. पुनः अपित् इति अस्ति, परन्तु लोट् तु अपित् नास्ति. लोटो लङ्वत् इति आतिदेशिकसूत्रेण पित्वत् कार्यं अपित्वत् अस्ति इति. अन्यरूपाणि समानम् अस्ति, किन्तु इकारस्य स्थाने किं भवति? अत्र टि इति अस्ति, किन्तु लोटि टु इति आगच्छति. तर्हि केन सूत्रेण? तत्र एरुः इति सूत्रं कार्यं करोति. सर्वत्र इकारस्य स्थाने उकारः आगच्छति, ति स्थाने तु आगच्छति, पठतु इति तु इति रूपम् आगच्छति. अग्रे चतुर्षु स्थलेषु तस्तस्तमिपां तान्तं तामः कार्यं करोति. मध्यमपुरुष द्विवचने, प्रथमपुरुषद्विवचने, प्रथमपुरुषबहुवचने अपि च उत्तमपुरुष एकवचने चत्वारः आदेशाः आगच्छन्ति. तर्हि तत्स्थाने ताम् आगच्छति, ताम् इति रूपम् आगच्छति. पुनः झी स्थाने झोन्तः कार्यं कृत्वा अन्त् इति आगच्छति. तदनन्तरम् एरुः कार्यं कृत्वा अन्तु इति रूपम् आगच्छति. सिप् स्थाने तु सेर्य अपि च कार्यं करोति, तत्र हि आदेशः आगच्छति, परन्तु तस्य लुक् भवति, अतः शून्यमेव तिष्ठति. विकल्पेन सूत्रेण केन सूत्रेण लुक् भवति? तुह्यो अतो हेः इति सूत्रे अतो हेः अङ्गात् हेः लुक् भवति इति. तदनन्तरं प्रथमपुरुषे एकवचनं मध्यमपुरुषे एकवचने आशीर्लिङ्गि, विकल्पेन तात् इति रूपम् आगच्छति. तत्र एव तुह्यो तुह्यो अन्यतरस्याम् आम् हा क्षम्यतां भगिनि. तदनन्तरं तः थ द्वयोर् स्थाने तं त इति आदेशः आगच्छति तस्तस्समीपां तान्तं तामः इति कारणेन. मी स्थाने इतश्च कार्यं न करोति परसूत्रं बलवत् अस्ति इति कारणेन तस्तस्समीपां तान्तं तामः अनेन अम् आदेशः भवति. किन्तु अत्र इतश्च इत्यस्य प्रसक्तिः नास्ति खलु भगिनि? अस्ति किल भगिनि, मी इत्युक्ते अस्ति किल, कार्यं करोति तत् प्रभाद्य मेर्नि कार्यं कृत्वा आनि इति रूपम् आगच्छति. वह मह स्थाने अत्र नित्यम् इतः कार्यं करोति अतः अकारस्य लोपः भवति, व म एव तिष्ठति. पुनः अत्र आडागमः आगच्छति, आडागमस्य पिच्च इति सूत्रेण प्रत्ययात् प्राक् आ आगत्य आव आम इति रूपं सिद्ध्यति. धन्यवादः भगिनि. तर्हि अत्र मध्ये अत्र कुत्र अनदन्तङ्गानां कृते कः भेदः तुलनां करोति? केवलं मध्यमपुरुषे एकवचने हि तिष्ठति, तत्र एव भेदः भवति, अन्यं सर्व समानमिति. अनन्तरं जुहोत्यादिगणे अदभ्यस्तात् इत्यनेन अत् आगच्छति, एरुः इत्यनेन अत्योगः उ अतु इति भवति. अन्तु बहुवचने प्रथमपुरुष बहुवचने जुहोत्यादिगणे ओ समानरूपेण लटि अत्रापि अत्रापि. धन्यवादः भगिनि. सुब्रह्मण्यमहोदय किं वदति किल? लङ्गि करोमि वा भगिनि? अस्तु भगिनि. अत्र सिद्धतिङ् मूलतिङ् प्रत्ययाः तु तिप्तस् झि सिप्तस्थ मिप् वस्मस्. अत्र सिद्धतिङ् प्रत्ययाः अदन्ताङ्गेषु अनदन्ताङ्गेषु समानमेव. त आता त ताम् अन् स तं त अं वा मा इति भवन्ति. प्रथमम् अत्र तिप् पकारस्य लोपः, प्रथमपुरुष एकवचने पकारस्य लोपः हलञ्चमित्यनेन. अनन्तरम् इतश्च इति कारणतः इकारस्य लोपः भूत्वा प्रथमपुरुष एकवचन तिगन्तरूपं भवति, तकारः एव. अनन्तरं लङि तु नित् अस्ति, तत्कारणात् मध्यमपुरुष प्रथमपुरुषद्विवचने तस्तस्थमिपान् तान्तं तामः इत्यस्य सूत्रं कार्यं करोति. अत्र तस् स्थाने ताम् आगच्छति. अनन्तरं झि अत्र झोन्तः इत्यस्य कार्यं भवति. प्रथमं झि स्थाने अन्ति भवति. अनन्तरम् अत्र इतश्च कारणतः इकारस्य लोपः भवति, अन्त् भवति. अनन्तरम् अत्र नकारः तकारः संयोगः अस्ति, स च संयोगः अन्ते अस्ति, तत्कारणात् अत्र संयोगान्तस्य लोपः भूत्वा संयोगस्य अन्तिमः हल्वर्णः यः अस्ति तस्य लोपः भवति, तत्कारणात् तकारः अपगच्छति, अन् एव अवशिष्यते. अनन्तरं सिप् मध्यमपुरुष एकवचनरूपम् अस्ति. अत्र प्रथमं तु पकारस्य लोपः भवति, अनन्तरं हलन्त्यमिति सूत्रेण, अनन्तरं सि, तत्तु सकारः योगः इ अस्ति. अत्र इतश्च कारणतः इकारस्य लोपः भूत्वा सकारः एव अवशिष्यते. अनन्तरं मध्यमपुरुषद्विवचनमस्ति थस्, थस् अत्र तस्थस्थमिपान्तान्तन्तामः सूत्रतः थस्थाने तम् आदेशः भवति. अनन्तरं स्थ तस्मात् सूत्रात् एव सा भवति अल्पप्राणतकारः ता इति. अनन्तरं मिप् मिप् पुनः तस्थस्थमिपान्तान्तन्तामः भूत्वा प्रथमं पकारस्य लोपः, अनन्तरं मि मि न न न मिप् स्थाने एव अत्र आम् आदेशः भवति, न तस्थस्थमिपान्तान्तन्तामः अम् आदेशः भवति, मिप् स्थाने अम् आदेशः भवति. अनन्तरं वस् अस्ति. अत्र नित्यं नितः इति सूत्रतः उत्तमस्य अन्तिमसकारस्य लोपः भवति, तत्कारणात् अत्र व एव अवशिष्यते. मस् अपि तथैव, अत्र नित्यं नितः सूत्रतः मकारः एव. अनन्तरम् अनदन्ताङ्गेषु कोऽपि भेदः नास्ति, अत्र समान रूपाणि निष्पन्नानि भवन्ति अत्रापि सिद्धतिङ्प्रत्ययाः. अस्तु महोदय, धन्यवादः महोदय. मीना भगिनी परस्मै प्रति लङ् इति करोति वा? प्रयत्नं करोमि. प्रथमप्रयत्नं करोतु. मम पार्श्वे एकः कोष्ठम् अस्ति, चीट् करोमि. आमाम् अवगमनम् अस्ति चेत् तावदेव पर्याप्तम्. अधुना अनन्तरं प्रायः सूत्रस्य किञ्चित् शङ्का एव अस्ति. अत्रैव परिचयामः भगिनि, तदर्थमेव अस्ति खलु. हेमा भगिनी अस्ति, मम प्रियभगिनी, सर्वे सदे सर्वे अस्ति खलु. तर्हि तस्य निवारणं भविष्यति, करिष्यति, दर्शयति. विधिलिङ्ग् प्रथमपुरुषस्य तिप् तस् जि इति अस्ति. सिद्धतिङ् प्रत्ययः इत् इताम् इयुः अस्ति. तिप् इति स्थाने पकारलोपः, हलन्त्यं तस्य लोपः इति. अनन्तरं ति अस्ति. इतश्च इति सूत्रेण सूत्रस्य अनुवृत्तिः इतः लस्य इतः परस्मैपदस्य लोपः. अनुवृत्ते इतः इति वार्ता इकारस्य सूचनां करोति. अहं भगिनि इकारस्य सूचनाम् सपरतत्कालस्य इति सूत्रेण यत्र इत् इति वदामः इत्युक्ते इकारः इति अर्थः, अत् इत्युक्ते अत् अकारः, तदेव पृच्छति खलु. अस्तु, धन्यवादः. इतः इकारस्य लोपः इत् एव अवशिष्यते. तदनन्तरम् यासुट् परस्मैपदेषु आदत्ते ङिच्च इति सूत्रेण उदात्ते परस्मैपदेषु उदात्ते ङिच्च अनुवृत्ति लिङ्गः लस्य परस्मैपदानां यासुट् उदात्तः ङिच्च यासुट् इति लिङ् लकारे यासुट् इति आगमः अस्ति आं भगिनि आगमः भवति आगमः कारणमस्ति यासुट् इस्ति टित् प्रत्ययः अतः आद्यन्तौ टकितौ इति सूत्रेण आगमः इति मन्ये न यासुट् परस्मै पदेषु धातो निच्च इति सूत्रेण आगमः भवति अनन्तरम् अत्र परस्मैपदि लङ् अस्ति खलु लङ् नास्ति लिङ् अस्ति खलु अतः आगच्छति अनन्तरं यासुट् आगमः कुत्र स्थापनीयं स्थानी इति अस्ति यासुट् इति कस्य आगमः इति पश्यति चेत् लस्य परस्मैपदानां यासुट् आगमः इत्युक्ते परस्मैपदि लिङ् यत् अस्ति इदानीम् अवशिष्टमस्ति प्रत्ययः तस्य यासुट् आगमः भवति तर्हि अत्र तकारः स्थानी भवति इतश्यति सूत्रेण तकारः एव तिष्ठति खलु भवती यत् उक्तवती अनन्तरं तकारस्थानी भवति इदानीं प्रश्नः उदेति तकारस्य पूर्वम् आगच्छति वा तकारस्य परम् आगच्छति वा इति तर्हि आद्यन्तौ टकितौ इति परिभाषासूत्रं वदति टित् अस्ति चेत् पूर्वं भवेत् इति अतः यासुत् इति आगच्छति पूर्वम् अतो येयः इति सूत्रं कार्यं करोति अतः अङ्गात् न ततः पूर्वात् किं भवति इत्युक्ते यासुट् आगमः भवति खलु इदानीं तर्हि यासुत् योगः तकारः भवति खलु टकितौ अवगच्छति खलु तत्र संशयः नास्ति आम् आद्यन्तौ टकितौ अवगच्छामि तर्हि आदौ आगच्छति कित् अस्ति चेत् परे भवति स्थानी इत्यस्य परे भवति टित् अस्ति चेत् स्थानी इत्यस्य पूर्वं भवति अत्र टित् अस्ति यासुट् अतः स्थानी इत्यस्य पूर्वं भवति यासुट् योगः तकारः अवशिष्यते तिष्ठ आगच्छति इदानीं तु तकारस्य हलन्त्यम् इति सूत्रेण लोपः भवति यासुट् इत्यस्य उकारस्य उपदेशे अधनुनासिकः इति सूत्रेण यास् इति अवशिष्यते इदानीं तर्हि यास् योगः तकारः यास्त् इति अवशिष्यते अनन्तरं किं भवति इत्युक्ते लिङ्गः सलोपोऽनन्तस्य इति सूत्रेण तत्र सकारस्य लोपः भवति यास् सकारस्य लोपः खलु अनदन्तम् अङ्गं कृते केव किल इदानीं किम् इत्युक्ते यासुट् आगमः उभयत्र भवति यासुट् आगमः उभयत्र भवति तदनन्तरम् अतो येयः इति कार्यं कृत्वा यत्र या इत्यस्य स्थाने ई आदेशः भवति किन्तु यासुट् आगमः अदन्तम् अङ्गं वा अनदन्तम् अङ्गं वा उभयत्र कार्यं समानकार्यं भवति प्रथमं लिङ्गः सलोपोऽनन्तस्य विषये पृच्छामि भगिनि सकारलोपः भवति वा अतो येयः इति सूत्रं वदति या इत्यस्य स्थाने ई आदेशः इति भवति इदानीम् अस्माकं तु यासुट् एव अस्ति खलु तर्हि या पर्यन्तम् अहम् अस्माभिः करणीयं खलु इति विचारः तर्हि या इति भवति तदनन्तरं लिङ्गः सलोपोऽनन्तस्य इत्यनेन या योगः तकारः अधुना अतो येयः कार्यं करोति यत्र या इत्यस्य स्थाने ई आदेशः भवति तर्हि ई योगः तकारः अनन्तरं भगिनी यतवती स्वागतं तर्हि या स्थाने ई आदेशः न आगच्छति परन्तु या स्थाने आगच्छति इति वा इति मम इति भगिनी किञ्चित् हेम भगिनी सुब्रह्मण्यं रामप्रिया भगिनी भवन्तः किं भवन्तः अत्र कुत्रापि अहं चिन्तयामि या स्थाने एव इय आगच्छति इति आदेशः भवति इति प्रायः आम् सत्यम् अहम् इदानीं महोदयस्य करपत्रं पश्यामि तत्र एह इत्यस्य उक्तं दत्तमस्ति अदन्तात् अङ्गात् सार्वधातुकप्रत्ययस्य यात् आगमस्य स्थाने इ आदेशः इति उक्तमस्ति किन्तु अनुवृत्तिसहितसूत्रं वदति अतः अङ्गात् सार्वधातुकस्य या इति स्थाने यः या इयः स्वरसन्धिं कृत्वा एयः इति भवति तर्हि या केयः इति नास्ति तर्हि मम अवगमनमासीत् या इत्यस्य स्थाने एव इय अदेशः इति समान उत्तरं तु समानं भवति किन्तु कुत्र कस्मिन् सोपाने इति एव अत्र या स्थाने आगच्छति चेत् इयत् इति या स्थाने आगच्छति चेत् इ आदेशः भवति इदानीं किम् इत्युक्ते इ योगः तकारः अस्ति खलु इकारः यकारः योगः तकारः विसर्गः कुत्र गच्छति सकारः कुत्र गच्छति लिङ्गः सलोपो अनन्तस्य इति सूत्रेण लिङ्गः सलोपो अनन्तस्य तदेव अहम् उक्तवती प्रथमं लिङ्गः सलोपोऽनन्तस्य करणीयं यत्र यास् योगः तकारः अस्ति खलु अस्माकम् इदानीं लिखति चेत् यास् योगः तकारः अधुना लिङ्गः सलोपोऽनन्तस्य इति सूत्रं वदति सकारस्य लोपः भवतु इति तर्हि या योगः त इत्येव तिष्ठति अनन्तरं यत्र या इति इदानीम् अभवत् तत्र तु सकारः नास्ति खलु अधुना अतो एयः कार्यं करोति किमर्थम् इत्युक्ते पश्यति चेत् अतो एयः या स्थाने इ आदेशः इयः इति आगच्छति तर्हि या इयः स्वरसन्धिं भूत्वा एव एयः इति भवति खलु तर्हि या इत्यस्य स्थाने एव इयः तर्हि इदानीम् अतो एयः इति कार्यं कृत्वा या इत्यस्य स्थाने इ आदेशः भवति इकारः यकारः इति लिङ्गः सलोपो अनन्तस्य इति सूत्रस्य किं नम्बर् किम् एकनिमिषं तद् वदामि सप्तम अध्याये द्वितीयपादे अष्टनवतितमसूत्रं किं मन्ये सप्तनवति इति उक्तमस्ति सप्तमाध्याये द्वितीयपादे नवसप्तमितमसूत्रं धन्यवादः मम कोष्ठे नास्ति इति बहु भ्रमः आगच्छति आमाम् इदानीं महोदयस्य करपत्रात् पठामि चेत् लिङ्गः सलोपान्तस्य इति तत्र सूत्रस्य अनुवृत्तिः उक्तमस्ति सार्वधातुकलिङ्गि अपदान्तस्य सकारस्य लोपो भवति इति एव अस्ति तत्र अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति किमपि नास्ति तर्हि अनुवृत्तिसहितसूत्रमस्ति अङ्गात् सार्वधातुकस्य लिङ्गः अनन्तस्य सः लोपः तर्हि अत्र पदान्तसकारः अस्ति सः लोपः भूत्वा या योगः तकारः तिष्ठति अनन्तरम् अतो एयः कार्यं करोति अग्रे यदा भेदः उक्तवान् तत्रापि एवं दत्तमस्ति अतो एयः इत्यनेन या सह स्थाने इ आदेशः तदर्थं क्लेशः भवति आमां किन्तु अनुवृत्तिसहितसूत्रं पश्यति भगिनि तत्र या इति स्थाने इति एव अस्ति तथा एव भवति सम्यक् अस्ति वा मेन भगिनि वदामि अतो एयः इति सूत्रेण अतः अङ्गात् सार्वधातुकस्य या इति स्थाने इयः आदेशः इयत् इति रूपम् अवशिष्यते लोपो व्योर्वलि इति सूत्रेण यकारस्य लोपः इत्येव अवशिष्यते. लोपो व्योर्वलि इति किञ्चित् वदामि वा. वलि इति अस्ति खलु, वलि इति सप्तमी विभक्त्याम् अस्ति. इत्युक्ते वल् प्रत्याहारे परे अस्ति चेत् कस्य लोपः भवति? व्योः लोपः भवति इति अस्ति. व्योः इत्युक्ते बकार एकारयोः इतरेतरद्वन्द्व अस्ति तत्र. तर्हि व्योः वलि लोपः इति अस्ति सूत्रम्. सूत्रं पठति चेत् तर्हि वल् प्रत्याहारः यत्र परे आगच्छति तर्हि वकार एकारयोः लोपः भवति. अत्र तकारः वल् प्रत्याहारे अस्ति. अस्माकं इदानीं रूपमस्ति इकारः यकारः तकारः. तकारः वलि अस्ति, वल् प्रत्याहारे अस्ति, तर्हि यकारस्य लोपः भवति इत्येव. इयत् इति यकारस्य लोपः इत्येव अवशिष्यते. आं भगिनि, आम्. अनन्तरम् अग्रिममपि प्रयत्नं करोति वा? समानं कार्यं भवति. तस्थाने इतां सिद्धप्रत्ययः, तस् इति मूलप्रत्ययः, तस् समीपां तान् तन् तामः इति सूत्रेण तस्थाने ताम् इति आदेशः. अनन्तरं यासुट् परस्मैपदेषु उदात्ते ङिच्च इति सूत्रेण यासुट् इति आगमः, यास्म् इति अस्ति. सकारस्य लोपः लिङ्गः सलोपो अनन्तस्य इति सूत्रेण याम् इति अवशिष्यते. अतो येयः इति सूत्रेण यास्थाने इकारः आगच्छति, इताम् इति अस्ति, सारि, यास्थाने इयः आगच्छति, इयताम् इति रूपमस्ति. लोपो व्योर्वलि इति सूत्रेण यकारस्य लोपः इयताम् इताम् इति भवति. सिद्ध प्रत्ययः इताम् अस्ति. नास्ति भगिनि, सम्यक् उक्तवती, धन्यवादः. अग्रे कः अस्ति? नूतनः आगतः वा? आमां, किं वर्गे ध्वनिः श्रुता मया. तर्हि पुष्पा, पुष्पा भगिनि. नमस्ते भगिनि, पुष्पा भगिनि. नमस्ते, डोण्ट् आस्क् मी यत्, आई हव् टु लुक् अप्, ओके? लोट्लकार, लोट्लकार परस्मैपदि लङ् लकारस्य विधिलिङ्ग समाप्त इति विधिलिङ्ग प्रथमपुरुषे बहुवचनं झि इति प्रत्ययः, मूलप्रत्ययः, सिद्धप्रत्ययः इयुः अस्ति. जेर्जुस् इति सूत्रं प्रथमं कार्यं करोति. लिङ्गः लस्य जेः जुस्, विधिलिङ्ग लिङ्लकारः जेः झस्थाने जुस् आगच्छति. सो जुसि इति रूपमस्ति. अनन्तरं लिङ्गः सलोपो अनन्तस्य इति ततः परम् इतश्च इति कार्यं करोति खलु भगिनि. इतश्च प्रथमम् इतश्च इति कार्यं कृत्वा जि इत्यस्य इकारस्य लोपः भवति. झोन्त इतश्च इति सूत्रेण इतश्च जि इत्यस्य इकारः लोपः भवति. जुस् जुस् इति अस्ति. प्रायः प्रथमं जेजुस् एव कार्यं करोति. किमर्थम् इत्युक्ते परसूत्रमस्ति. तर्हि जेजुस् भवति तर्हि जुसि इति आगच्छति. अनन्तरम् इतश्च कार्यं करोति. भगिनी अत्र जेजुस् इत्युक्ते झि स्थाने जुस् आदेशः खलु भगिनि? आमां सत्यं महोदय, धन्यवादः. आमां सत्यं, तर्हि इकारस्य जि इत्यस्य स्थाने एव जुस् आदेशः भवति. आं धन्यवादः. जुस् आदेश अनन्तरं यासुट् आगमः अस्ति यासुट् यास् योगः जुस् यास् जुस् इत्यस्यापि अनुबन्धलोपः भवति सकारस्य जुस् इत्यस्य सकारः अनुबन्धः न सकारः अत्र कुत्रापि अनुबन्धलोपः न भवति किमर्थम् इत्युक्ते न विभक्तौ तु स्मः इति सूत्रेण अत्र लोपः न भवति प्रत्ययस्य तर्हि उस् इति एव तिष्ठति जकारस्य लोपः चुटु इति सूत्रेण जकारस्य लोपः चुटु इति सूत्रेण आदि जकारः आदौ आगच्छति अतः लोपः उस् अवशिष्यते यासुट् इति सूत्रेण यासुट् इति आगमः टकार उकारलोपः यास् यासुस् इति अस्ति यास् सकारलोपः लिङ्गः सलोपो अनन्तस्य इति सूत्रेण सकार अनन्तसकारस्य लोपः योगः उहु याउस् आगच्छति या स्थाने यः अतो येयः इति सूत्रेण आगच्छति यस् उहु इयुः इति भवति लोपो व्योर्वलि इति कार्यं न करोति कारणं यकारस्य अनन्तरम् उ एव अस्ति उ वलि वल् प्रत्ययस्य न अस्ति प्रत्याहारस्य प्रत्याहारस्य नास्ति ईस् इति अस्ति अनन्तरं सकारस्य कथं विसर्गः आगच्छति सकारस्य विराम ससजुषोरुः अनन्तरं करवसानयोर्विसर्जनीयः भगिनि धन्यवादः भगिनि पुष्पा भगिनी अग्रे वदति वा परसे पदि विधिर्लिङ्गि मध्यमपुरुषस्य कथं भवति इति रूपाणि पठनं स्वयं स्वयं वक्तव्यं भगिनि पुनरभ्यासरूपेण न दृष्टवती अत्र महोदय महोदय एकं विनति करोमि सूत्राणि कुत्र कुत्र अस्ति बहु विवरणं नास्मि मम ब्रेन् भगिनी शृणोतु अनन्तरं प्रश्नः अस्ति चेत् पृच्छतु प्रश्नः अस्ति चेत् लङ्गि लिङ्ग् लिङ्ग् विधिलिङ्ग् न इदानीं नास्ति चिन्ता तर्हि मणिमहोदय प्रयत्नं करोति वा प्रथमं सिप् अस्ति अनन्तरं तर्हि इतश्च इति अस्ति इत्यनेन इकारस्य लोपः न जानामि यास् वदतु वदतु यास् योग यास् योगः सिप् सकारलोपः अत्र एकनिमिषं महोदय यास् योगः सिप् यास् योगः सिप् अगेन् सिप् हलन्ति स्थाने लोपः भवति यास् योग इस् महोदय यास् योगः सि इति अस्ति अनन्तरम् इतश्च इति सूत्रेण इकारस्य लोपः भवति तर्हि यास् योगः सकारः यास् योगः सकारः सकारलोपः या योग सकार इस् केन सूत्रेण यास् इत्यस्य सकारस्य लोपः केन सूत्रेण सलोपान्तस्य लिङ्गः सलोपान्तस्य लिङ्गसलोपान्तस्य सूत्रेण सकारलोपः भवति. या योग इस् तस्मात् किं सूत्रेण भगिनि किं सूत्रेण सकारः ऋकारः भवति अगेन् ऋकारः करवचने निसर्ग न न इदानीम् अतो येयः इति सूत्रेण अतो येयः सूत्रेण आगमस्य या इत्यस्य स्थाने इ आदेशः भवति. चिन्ता महोदय नास्ति चिन्ता महोदय. इदानीं वयम् अदन्तम् अङ्गम् इति पठामः. तस्य कृते वयं परिशीलयामः. प्रतिध्वनिः श्रूयते महोदय. किं नास्ति चिन्ता. तर्हि या इत्यस्य इ आदेशः भवति. तर्हि इ इत्यस्य किं भवति इकारः यकारः योगः सकारः अस्ति. इदानीं न पुष्प भगिनि न पुष्प भगिनि. तर्हि अन्य नूतनः कोऽपि आगतः वा? रामप्रिया भगिनी वदति वा किञ्चित् सहायं करोति वा? आम् सुप् एव किल. आं भगिनि किञ्चित् प्रतिध्वनिः श्रूयते. म्यूट् करोतु कृपया सर्वे. पुष्पा भगिनी भवत्याः इति चिन्तयामि. एतावत्पर्यन्तं नासीत् प्रतिध्वनिः. धन्यवादः. इदानीं अत्र तु पकारलोपः हलन्त्यं तस्य लोपः इति सूत्रेण इकारलोपः इतश्च इति सूत्रेण इस् सकारः एव अवशिष्यते. यासु दागमः भवति यासु परस्मैपदेषु उदातो निच्च इति सूत्रेण या तत्र तु सकारस्य लोपः लिङ्गः सलोपोऽनन्तस्य या योगः प्रथमं तु या स्थाने इ आदेशः भवति इय आदेशः भवति अदन्तम् अङ्गं कृते अतो येयः इति सूत्रेण या योगः इस् अस्ति इस् हलादिः अस्ति अतः यकारः लोपः भवति लोपो व्योर्वली इति सूत्रेण या योगः इस् क्षम्यताम् ई योगः इस् इस् सकारलोपः अत्र न भवति न विभक्तौ तु स्मः इति सूत्रेण ससजुषोरुः करवसानयो विसर्जनीयः इति सूत्रेण विसर्गं भवति इहि इति सिद्धतिङ् प्रत्ययः. अग्रे मध्यमपुरुष द्विवचनं तस् तत्र तम् इति निष्पन्नः भवति तस्तस्तमेपां तान्तं तामः इति सूत्रेण अत्रापि यासु रागमः भवति विधिलिङ्गि यासु परस्मैपदेषु उदातो निच्च इति सूत्रेण तत्र सकारस्य लोपः लिङ्गः सरूपोऽनन्तस्य इति सूत्रेण या स्थाने इय आदेशः भवति अतो येयः इति सूत्रेण अदन्तम् अङ्गं कृते इय योगः तम् त हलादिः अतः यकारलोपः भवति लोपो व्योर्वली इति सूत्रेण इतम् इति रूपं भवति मध्यमपुरुष द्विवचनं तत्र थ स्थाने थ आदेशः भवति तस्तस्समेपां तां तं तामः इति सूत्रेण यासुरागमः यासुत् परस्मैपदेषु उदातो निच्च इति सूत्रेण सकारलोपः लिङ्गः सलोपोऽनन्तस्य या स्थाने इय आदेशः अतो येयः सूत्रेण स हलादिः अतः यकारलोपः लोपो व्योर्वली इति सूत्रेण ईयोगः थ इथ इति मध्यमपुरुष बहुवचनरूपम्. अग्रे वदामि वा भगिनि? मिप् अत्र अम् आदेशः भवति, तस्तस्तमेपां तां तं तामः इति सूत्रेण, यासुडागमः यासुत् परस्मैपदेषु उदातो निच्च इति सूत्रेण, अदन्तम् अङ्गम् अतः इय आदेशः भवति या स्थाने, अतो येयः इति सूत्रेण, अत्र यकारलोपः न भवति किमर्थं चेत् अम् अजादिः अस्ति, अतः इयम् इति रूपं भवति. उत्तमपुरुष एकवचनम्, उत्तमपुरुष द्विवचनं, बस् मूलप्रत्ययः, अत्र सकारलोपः नित्यं नितः इति सूत्रेण, यासुडागमः यासु परस्मैपदेषु उदातो निच्च इति सूत्रेण, या स्थाने इय आदेशः अतो येयः सूत्रेण, ब हलादिः अतः यकारलोपः, इव इति निष्पन्नं भवति तिङ्गस् सिद्धतिङ्ग् विधिलिङ्गि. मस् अत्रापि समानकार्यं, सकारलोपः नित्यं नितः, यासुडागमः यासुट् परस्मैपदेषु उदातो निच्च इति सूत्रेण, अदन्तम् अङ्गम् अतः इय आदेशः अतो येयः सूत्रेण, मा हलादिः अतः यकारलोपः भवति, लोपो व्योर्वलि इति सूत्रेण, इम इति विधिलिङ्गि सिद्धतिङ् प्रत्ययः, इत इताम् युः इहि इतम् इत इयम् इव इम. अदन्तम् अङ्गम् अनदन्तम् अङ्गं कृते कः भेदः इति एव वदतु भगिनि. अनदन्तम् अङ्गं कृते तत्र इय यकारलोपः न भवति, इय एव न आगच्छति. तर्हि इकारस्य स्थाने तत्र या इति एव भवति, या एव अस्ति. यात् यातां युः, अत्र बहुवचने एव किञ्चित् उस्य पदान्तात् इति पररूपादेशः तत्र. जी स्थाने जुस् भवति, जेर्जुस् इति सूत्रेण आदेशः, जकारलोपः चुटु इति सूत्रेण, यासुत् परस्मैपदेषु उदात्तो निच्च इति सूत्रेण यासुडागमः अत्रापि भवति, सकारलोपः लिङ्गहसलोपोऽनन्तस्य, अत्र इय आदेशः न भवति, परन्तु या योगः उस् अस्ति, अत्र उस्य पदान्तात् इति पररूप आदेशः, या योगः आकारः योगः उकारः पररूपम् उ यु युस् अस्ति, इस् स्थाने रु ससजुषोरुः, रु स्थाने विसर्गः करवसानयोर्विसर्जनीयः, युः इति बहुवचनं, यात् यातां युः, याः यातं यात, यां याव याम. धन्यवादः हिमा भगिनि. प्रायः इदानीं विधिलिङ्गे अभवत्. आं भगिनि, इदानीम् अभवत् परस्मैपदि विधिलिङ्ग अभवत्. 2 भगिनि उक्तवती इदानीम्. इदानीम् आत्मनेपदं आत्मनेपदस्य मूलतिङ् प्रत्ययाः सन्ति, त आतां झ, थास् आतां ध्वम्, इड्वहि महिङ्गिति. अदन्त अङ्गं चेत् तत्र प्रथमं त स्थाने एकनिमिषं भगिनि, अत्र सर्वत्र अचोन्त्यादिति कार्यं करोति. अचोन्त्यादिति इत्युक्ते टी भागः पदस्य अन्तिमस्वरः अस्ति, तत् टी भागः इति वदामः. यदि ततः आरभ्य अन्तपर्यन्तं तत्पर्यन्तमपि किमपि हल् वर्णाः सन्ति चेत् तत् मिलित्वा टी भागः इति भवति. अत्र त मूलप्रत्यये अकारः टी भागः अन्तिमस्वरः, तस्य स्थाने एकारः आगच्छति टित आत्मनेपदानां तेरे इति सूत्रेण. तर्हि तयोगः ए सकारः योगः एकारः ते इति लट् प्रत्ययः निष्पन्नः प्रथमपुरुष एकवचने. अनन्तरम् आताम् अस्ति. अत्र आतां मध्ये आम् इति टीभागः अस्ति. अन्तिमस्वरः आकारः अस्ति. तदनन्तरं हल् वर्णः मकारः मिलित्वा आम् इति टीभागः. आम् स्थाने एकारः आगच्छति तित आत्मनेपदानां तेरे अनेन सूत्रेण. तर्हि आयोग आत् योगः ए आते इति रूपं भवति. तदनन्तरं झ अस्ति. इदानीं भगिनी अदन्ताङ्गानां कृते वदति वा अनदन्ताङ्गानां कृते? अदन्ताङ्गानां कृते. तर्हि आते इति भवति. अनन्तरं तुलनां कृत्वा अपि अतोङितः इति सूत्रमपि कार्यं करोति किम्? अनन्तरम् अतोनितः आगच्छति. आते इति अस्ति, अनन्तरम् अतोनितः आगत्य आकारस्य स्थाने इ आदेशः भवति. इकारः एकारः किञ्चित् भ्रमः अस्ति. अतः अङ्गात् अनुवृत्तिसहितसूत्रमस्ति. अतः अङ्गात् ङितः सार्वधातुकस्य आतो इयः. आत् स्थाने इयः आगच्छति. अनन्तरं लोपो व्योर्वल् इति सूत्रेण यकारस्य लोपः भवति. तर्हि इते इति भगिनी एतत् सम्यक्तया न भगिनी एव उक्तवती. न भगिनी एव उक्तवती खलु भगिनी, आं स्थाने ए आगच्छति तर्हि डि भागस्य स्थाने ए आगच्छति, तर्हि आते इति रूपं भवति इति. अनन्तरं किं भवति इत्युक्ते इदानीं वयम् अदन्ताङ्गानां कृते वदामः खलु, सम्भाषणं कुर्मः खलु. तर्हि आगोनितः इति सूत्रं वदति किम् अदन्ताङ्गानां कृते अतः अङ्गात् नितः. इदानीम् एतत्तु पित् नास्ति, अपित् अस्ति, तर्हि निद्वद् भवति. तर्हि आतोनितः इति सूत्रेण आतः इति स्थाने आप् इति अस्य स्थाने इकारः भवति, इ आदेशः भवति, इयः. सूत्रं वदति आतोनितः, आतः स्थाने इयः आगच्छति. तर्हि इदानीम् आत् योगः ए इति अस्ति, तर्हि इ योगः तेन इति भवति. अत्रापि लोपोव्योर्वल्लि कार्यं करोति, यकारस्य लोपः भवति खलु. आं भगिनि, तर्हि इते इति रूपं निष्पन्नं. तदनन्तरं झ, झोन्तः अनेन झकारस्थाने अन्तादेशः आगच्छति. झकारस्य टि भागः अस्ति अकारः, तर्हि अन्त्योगः अ तित आत्मनेपदेनां तेरे इति सूत्रेण टि भागस्य स्थाने एकारः आदेशः, तर्हि अन्ते इति आगच्छति. अत्रापि अनदन्त अङ्गानां कृते तत् पुनः प्रायः पश्यामः भगिनि. क्षम्यताम्, अन्ते इति रूपं निष्पन्नं. तदनन्तरं मध्यमपुरुष एकवचने थास् इति अस्ति. थास् अत्र नूतनसूत्रं कार्यं करोति. थासः से इति, तर्हि थास् स्थाने से आदेशः आगच्छति. से इति शुद्धं भवति. तदनन्तरम् आथाम् इति मध्यमपुरुषद्विवचने, अत्र टी भागः अस्ति आम् इति. आम् टि भागस्य स्थाने एकारः आगच्छति आत्मनेपदीनां तेरे इति सूत्रेण. आथे इति रूपं भवति. अत्रापि आतो नितः वा आस्थाने, आतो स्थाने आस्थाने इ आदेशः आगच्छति. अत्र तकारः वलि अस्ति इति कारणेन यकारस्य लोपः भवति लोपो व्योर्वलि इति सूत्रेण ईयोगः थे इथे इति रूपं निष्पन्नं मध्यमपुरुषबहुवचने द्वम् इति अस्ति द्वं मध्ये अम् टिभागः अम् स्थाने एकारः आगच्छति आत्मनेपदीनां तेरे इति सूत्रेण द्वे इति रूपं निष्पन्नम् अग्रे अपि वा भगिनि अग्रे इड् इति अस्ति डकारस्य इत्संज्ञकरूप भूत्वा तस्य लोपः हलन्त्यम् आभ्यां सूत्राभ्यां डकारस्य लोपः भवति ई एव टिभागः अस्ति तस्य स्थाने एकारः आगच्छति ए इति लट् प्रत्ययः तदनन्तरं वहि अस्ति मध्यमपुरुषे उत्तमपुरुषे बहु द्विवचने बहिः अत्र इकारः टिभागः अस्ति इकारस्य स्थाने एकारः आगच्छति आत्मनेपदीनां तेरे इति सूत्रेण तर्हि वहे इति रूपं निष्पन्नम् अन्तिम बहुवचने महिङ् इति रूपम् अस्ति नकारस्य लोपः भवति हलन्त्यं तस्य लोपः अनेन आभ्यां कारणेन इकारः टिभागः अस्ति तस्य स्थाने एकारः आगत्य महे इति रूपं निष्पन्नम् आहत्य इते इते अन्ते से इथे द्वे ए वहे महे इति सिद्धप्रत्ययः धन्यवादः भगिनि सुब्रह्मण्य महोदय अनदन्ताङ्गानां कृते रूपाणि कथं भवन्ति अनदन्ताङ्गानां कृते अत्र भेदः तु त्रयं तिगन्तप्रत्यय रूपाणां कृते एव अस्ति अस्ति सन्ति अत्र भेदः अत्र मध्यम प्रथमपुरुषद्विवचने अदन्ताङ्गानां कृते तु इते अस्ति परन्तु इदानीम् अनदन्त अङ्गमस्ति तत्कारणात् आतो नितः इत्यस्य कार्यं न भवति तत्कारणात् अत्र यथा वयम् आते प्रथमं साधितवन्तः तथैव तिष्ठति अत्र प्रथमपुरुषद्विवचने तथा मध्यमपुरुषद्विवचने अपि आथे एव तिष्ठति प्रथमपुरुषबहुवचने अत्र झोन्तः इत्यस्य कार्यं न भवति अत्र नूतनसूत्रमस्ति अदन्ता अङ्गानां कृते तत् आत्मनेपदेष्वनतः इति अस्ति अत्र अनतः इत्युक्ते अनदन्त अङ्गात् आत्मनेपदेषु झस्थाने अत् आदेशः भवति तत्कारणात् अत्र झस्थाने झकारस्य स्थाने अत् आगच्छति अनन्तरम् अत्र अत् योगः आ अस्ति किमर्थं चेत् अत्र झकारः योगः आ अस्ति अकारः अन्ते यः अकारः अस्ति तत्तु टित् अस्ति तत्कारणात् तत्तु टि भागः अस्ति टित आत्मनेपदानां तेरे भूत्वा अत्र अकारस्य एत्वं भवति अते इति प्रथमपुरुषबहुवचन तिङ्प्रत्ययः सिद्धतिङ्प्रत्ययः भवति अत्र अन्यानि तु समा अन्यानि समानानि अत्र जुहोत्यादिगणे बहुवचने कथं भवति दुहोत्यादिगणे बहुवचने तु अत्र अदभ्यास्तात् इति सूत्रमस्ति खलु भगिनि अदभ्यास्तात् भूत्वा अत्र प्रायः तत्रापि समानमस्ति, भिन्नसूत्रेण भिन्नसूत्रेण इत्येव अस्ति, किन्तु अत्रापि अत्र आगमः आत्मनेपदी लोट् वदति वा, आरम्भं करोति वा, प्रथम करोमि भगिनि. सिद्धति मूलतिङ् प्रत्ययः तु त आतां झा थास् आथां ध्वम् इड् वहि महि सन्ति. प्रथमम् अत्र यथा वयं लट् दृष्टवन्तः तथा भवति, परन्तु अत्र एकम् अन्यसूत्रमपि कार्यं करोति. प्रथमं टित आत्मनेपदानां तेरे भूत्वा टीभागस्य एत्वं भवति, परन्तु अत्र आमेतः आगत्य एकारस्य स्थाने आं भवति. तत्कारणात् किं भवति इत्युक्ते तस्थाने ताम् आगच्छति प्रथमपुरुष एकवचने, मध्यमपुरुष प्रथमपुरुष द्विवचने अत्र आतां प्रथमं तु अत्र आं स्थाने एत्वम्, अनन्तरम् आमेतः आगत्य आतां भवति, परन्तु अत्र अदन्ताङ्गानां कृते आतो नितः इत्यस्य सूत्रमागत्य अत्र आकारस्य स्थाने इकारः आगत्य इतां भवति. अनन्तरं प्रथमपुरुष बहुवचनरूपं झ, प्रथमं तु झोन्तः इत्युक्ते अन्त आगच्छति, अनन्तरम् अकारस्य स्थाने एत्वम् अन्ते अन्तयोगः एकारस्य स्थाने पुनः आम् अन्तयोगः आम् अन्तां भवति. अनन्तरं थास् अत्र थासः से प्रथमं कार्यं करोति, अनन्तरम् अत्र यथा से आगच्छति तत्तु सकारः एकारः अस्ति, अत्र आमेतः कार्यं न करोति, परन्तु अत्र सवाभ्यां वामौ सूत्रं कार्यं करोति. इत्युक्ते अत्र एकारस्य स्थाने वकारः आगच्छति इदानीं, तत्कारणात् अत्र स्व भवति मध्यमपुरुष एकवचने. मध्यमपुरुषद्विवचने तु यथा प्रथमपुरुषद्विवचनं तथा एव इथां भवति. अनन्तरं द्वं मध्यमपुरुषबहुवचनरूपमस्ति, अत्र अं टीभागः अं स्थाने एत्वं द्वयोगः ए, पुनः अत्र सवाभ्यां वामौ इति सूत्रमागत्य वकारस्य अनन्तरं यः एकारः अस्ति तत्तु अं भवति, अं भवति. किमर्थं चेत् सकारस्य स्थाने वकारः, वकारस्य स्थाने अम् आदेशः भवति अत्र सवाभ्यां वामौ सूत्रेण. तत्कारणात् अत्र ध्वम् एव निष्पन्न सिद्धतिङ् प्रत्ययः भवति अत्र. अनन्तरं इड् इड् अत्र डकारस्य लोपः अनुबन्धलोपः भवति प्रथमं, हलन्त्यं तस्य लोपः भूत्वा इकारस्य स्थान ई तु टी भागः ए भवति. अत्र एतः ऐ इति सूत्रं कार्यं करोति, तत्कारणात् अत्र एकारस्य स्थाने ऐ भवति. अनन्तरम् अत्र आडुत्तमस्य पिच अपि कार्यं करोति, इत्युक्ते अत्र आगमः प्रत्ययात् पूर्वं भवति, तत्कारणात् आयोगः ऐ, तत्तु ऐ एव अवशिष्यते. अनन्तरं वहि प्रथमम् इकारस्य स्थाने एत्वम्, अनन्तरं एकारस्य स्थाने ऐ, आड् आगमः अपि भूत्वा आवहै भवति, तथा एव महिङ्गपि आ महै भवति. अत्र पुनः अनदन्ताङ्गानां कृते करोमि वा? अस्तु भगिनी वदति अनदन्ताङ्गानां कृते कः देवः. मीना भगिनी दृष्ट्वा प्रयत्नं करोमि. अङ्गितः इति एकं सूत्रमेव अतः अङ्गात् कार्यं करोति. अनदन्त अङ्गमस्ति चेत् सः न कार्यं करोति. तर्हि कुत्र कुत्र भेदः वर्तते अत्र? कुत्र कुत्र भेदः? प्रथमपुरुष द्विवचने आताम् इति अस्ति, तत् स्थानात् न कार्यं करोति, अतः आताम् इतां भवति, इतां न भवति. आताम् इति तिष्ठति. आं भगिनि, तर्हि आम् आम् आताम् इत्येव तिष्ठति. आं भगिनि, आम् तदेव लोट् लकारस्य मध्यमपुरुषद्विवचने अपि आताम् एव तिष्ठति, इतां न भवति. तदनन्तरं बहुवचने कार्यं न करोति, आतोङ्गितः सूत्रं कार्यं न करोति. अत आत् न अस्ति, द्वं द्वमेव तिष्ठति. इदानीं न अवगच्छामि, सोपानानि वदति वा भगिनि, झ इत्यस्य किं भवति इति? द्वं झ इत्यस्य प्रथमवर्षे बहुवचने झ इत्यस्य अन्तम् आमेतः सूत्रं सर्वे सूत्रम् अनदन्त अङ्गात् एव कार्यं करोति इति मन्ये. आमेतः लोटः लस्य एतः आम् इति अन्ताम् इति भवति. तदनन्तरम् आत्मनेपदेषु वनतः इति सूत्रेण न अवगच्छामि. आत्मनेपदेषु वनतः इति सूत्रेण कार्यमस्ति खलु तत्र? अत् आदेशः भवति जकारस्य स्थाने. नवीनसूत्रमस्ति अनदन्ताङ्गात्. अनतः अङ्गात् आत्मनेपदेषु प्रत्यये झ इत्यस्य अत् आदेशः भवति. तर्हि जकारस्य अत् अस्ति, पुनः अकारः अस्ति. इदानीं टित आत्मनेपदानां टेरे असुन्त्यातिथि चित आत्मनेपदानां टेरे इत्यनेन तत् अकारस्य एत्वं भवति. अनन्तरं पुनः आमेतः वदति एकारस्य आम् आदेशः भवतु इति. तर्हि अत् योगः आम् अथाम् इति भवति रूपं. तथा एव जुहोत्यादिगणे अपि अधभ्यस्तात् इत्यनेन अत् आदेशः भवति जकारस्य. तर्हि अत् योगः अ. अत्र अपि तित आत्मनेपदानां तेरे इत्यनेन अन्तिमति भागस्य अकारस्य एकारः भवति. अनन्तरम् आमेतः वदति एकारस्य स्थाने अम् आदेशः भवतु इति. तर्हि आम् आदेशः भवतु इति, तर्हि अताम् इति रूपं भवति तत्र. आम् प्राप्तम्. अस्तु भगिनि, धन्यवादः भगिनि. अस्तु, इदानीं मणिमहोदय वदति वा आसने प्रति लिङ्ग् रूपाणि कथं भवति? प्रथमपृष्ठे द्विवचने प्रथमम् एकवचने, इदानीं प्रथमपुरुषे एकवचने आरम्भतः वदतु वा महोदय. विवरणं विवरणं वक्तुं न शक्नोमि महोदय. अस्तु अस्तु अस्तु महोदय, नास्ति चिन्ता. तत्र कार्याणि किञ्चित् न्यूनानि, अतः एव पृष्टवती कार्यः महोदय प्रयत्नं कर्तुं शक्नोति चेत् नास्ति चिन्ता भगिनि. इदानीं महोदय, इदानीं मीना भगिनी एव वदति वा आत्मनेपदि लङ्लकारस्य लङ्लकारस्य एकनिमिषं भगिनि. लङ्लकारस्य सा अनदन्त अङ्गानां कार्यं अदन्त अङ्गानां किं वदामि भगिनि? क्षम्यतां, म्यूटेड् अहम्. अदन्तङ्गानां कृते एव प्रथमं वदतु भगिनि. अदन्तम् ओके. प्रथमपुरुष एकवचने किमपि सूत्रं कार्यं न भवति, ता मूलप्रत्ययः, ता एव सिद्धति प्रत्ययः. प्रथमपुरुष द्विवचने आताम् इति मूलप्रत्ययः, आतोङितः इति सूत्रं कार्यं करोति, अतः तस्य अनुवृत्तिः अस्ति, अतः अङ्गात् ङितः सार्वधातुकस्य आतो यः. सार्वधातुकलकारस्य अदन्त अङ्गम् अस्ति चेत् ङितः आतां ङितः अपि अस्ति, अतः ङित्वत् कार्यं करोति. आत् इति स्थाने इयः आदेशः, इयताम् इति भवति. अनन्तरं लोपो व्योर्वलि कार्यं करोति, कारणमस्ति तकारः वल् प्रत्यहारे अस्ति, अतः इयताम् इति इत्यस्य यकारलोपः भवति, इताम् एव अवशिष्यति. इताम् इति सिद्धतिङ् प्रत्ययः. प्रथमपुरुष बहुवचने झा इति मूलप्रत्ययः, जोन्तः कार्यं करोति, झा स्थाने इञ्चिस्थाने अन्त् आगच्छति, अन्त निष्पन्नः. अत्र किमर्थं पित आत्मनेपद अनन्ते इति सूत्रस्य प्रसक्ति कार्यं किमर्थं नास्ति अत्र? आत्मने पूर्वं तु तत्र एव वयं तत् स्वीकृत्य एव उभयत्र आसीत् खलु, लटि लोटि उभयत्र आसीत्, तर्हि किमर्थं लङि तस्य कार्यं नास्ति? लङ् लकारः टित् नास्ति, लट् लकारः लोट् लकारः टित् अस्ति. आं भगिनि, धन्यवादः. इदानीम् अग्रिमे मध्यमपुरुष तास् इति मूलप्रत्ययः, प्रथमं सषजसोरुः कार्यं करोति, सकारस्य स्थाने रेपः आगच्छति, अनन्तरं करवसानयोर्विसर्जनीयः कार्यं करोति, रेपस्य स्थाने विसर्जनीयः आगच्छति, ताः इति निष्पन्न निष्पन्नम्. अत्र किमर्थं तासः तेन कार्यं करोति? तासः ते एकनिमिषम्. तासः से अपि पितः लस्य तासः से इति अनुवृत्तिसहितसूत्रमस्ति. अग्रे आताम् इति मूलप्रत्ययः, आतो ङितः इति सूत्रं कार्यं करोति इयताम् इति निष्पन्नं अनन्तरं लोपो व्योर्वलि कार्यं करोति तकारः एव वल् प्रत्याहारे अस्ति यकारस्य लोपः भवति इताम् एव सिद्धतिङ् प्रत्ययः अनन्तरं ध्वम् अस्ति किमपि सूत्रं कार्यं न करोति ध्वम् एव सिद्धतिङ् प्रत्ययः प्रथमपुरुष एकवचने इड् इति मूलप्रत्ययः इड् हलन्त्यं तस्य लोपः इति इड् लोपः इ एव अवशिष्यते अनन्तरं उत्तमपुरुषस्य द्विवचने वहि इति मूलप्रत्ययः किमपि सूत्रं न कार्यं करोति वहि एव सिद्धतिङ् प्रत्ययः प्रथमपुरुष बहुवचने महिङ् इति मूलप्रत्ययः इङ् इति अन्तिमवर्णः हल् अस्ति तस्य लोपः महि इति निष्पन्नं तदेव अस्ति धन्यवादः भगिनि हेमा भगिनी वदति शैक्षणिकं प्रिया रामप्रिया भगिनी वदति वा इदानीम् अनदन्ताङ्गानां कृते अनदन्ताङ्गानां कृते लङ्गि प्रथमपुरुषद्विवचने आतामेव तिष्ठति अत्र किमपि कार्यं नास्ति मूलप्रत्ययः एव सिद्धप्रत्ययः इति अतः इत्र अत्र तु आत्मनेपदेषु आत्मनेपदेष्वनतः इति सूत्रेण जस्थाने अत् आगच्छ आगच्छति इज्जस्थाने अत् आगच्छति ज अत् योगः अथ इति रूपं भवति आथाम् अपि किमपि कार्यं मध्यमपुरुषद्विवचने अपि किमपि कार्यं नास्ति अतः मूलप्रत्ययः एव सिद्धप्रत्ययः आथाम् इति रूपम् उत्तमपुरुष अदन्ताङ्गानां समानरूपमेव अस्तु भगिनि द्युहोत्यादिगणे कथं भवति रूपं प्रथमपुरुष बहुवचने समानमेव किल समानमस्ति अदभ्यस्तात् इत्यनेन अत् आदेशः भवति अत्योगः अथ इति एव तिष्ठति अस्तु भगिनि धन्यवादः अग्रिमम् अपि प्रयत्नं करोति आत्मनेपदि विधिलिङ्गति वा आत्मनेपदि विधि मूलप्रत्ययः थ अस्ति सियूट् अत्र सियूट् लिङ्गः सियूट् इति सूत्रेण सियूट् आगमः भवति टकारलोपः भवति हलन्त्यं तस्य लोपः इति सूत्रेण सकारलोपः अपि सलोपोनन्तस्य इति सूत्रेण भवति उकारलोपः उपदेशे अनुनासिका इति सूत्रेण भवति इय दीर्घ इकारः इय अस्ति तत्र तु थ हलादिः अस्ति अतः इ लोपः भवति लोपो व्योर्वलि इति सूत्रेण ईथ इति सिद्धरूपं भवति आथां मूलप्रत्ययः द्विवचने लिङ्गः सियूट् इति सूत्रेण इय आगमः अत्र तु अजादिः अस्ति अत्र यकारस्य लोपः न भवति इयाथाम् इति रूपम् आं भगिनि अत्र झ अस्ति झ स्थाने नूतनसूत्रः कार्यं करोति झस्य रन् इति अनेन रन् आदेशः भवति लिङ्गः लस्य झस्य रन् इति अनुवृत्तिसहितसूत्रमस्ति. पुनः सियुट् आगमः आगच्छति लिङ्गः सियुट् इति कारणेन तत्र इ आदेशः भवति. इ आदेशः यकारस्य लोपः भवति लोपो व्योर्वलि इति अनेन, यतोहि रेपः बलि अस्ति इति. तर्हि ईयोगः रन् ईरन् इति रूपं प्राप्तं. मध्यमपुरुष एकवचने थास् अस्ति. अत्र अत्रापि सियुट् कारणेन ई एव आगच्छति आगमः. सकारः वलि अस्ति अत्र, अतः यकारस्य लोपः भूत्वा ई योगः थास् इति भवति. इदानीं न विभक्तौ तु स्मः अनेन सकारस्य लोपः न भवति. ससजुषुरुः कारणेन सकारस्य ऋत्वं प्राप्नोति. खरवसानयोर्विसर्जनीयः अनेन रेफस्य विसर्गः भवति. तत्र तथा ईताः इति रूपं निष्पन्नम्. तदनन्तरं मध्यमपुरुषद्विवचने आथाम् इति अस्ति. लिङ्गः स्यूट् अनेन ई आगमः आगच्छति. ई योगः आताम्. आ तु अच्वर्णः अस्ति, बलाद् वलि नास्ति, अतः यकारस्य लोपं न भवति. ईययोगः आताम् ई आथाम् इति रूपं निष्पन्नम्. बहुवचने द्वम् अस्ति. अत्र लिङ्गः स्यूट् अनेन ई आगमः आगच्छति. यकारस्य लोपं भवति यतोहि धकारः बलि अस्ति इति. ईयोगः द्वम् ई ध्वम् इति रूपं निष्पन्नम्. उत्तमपुरुष एकवचने इद् इति अस्ति. डकारस्य हलन्त्यं तस्य लोपः अनेन निरबन्धरूपं भवति इकारः. इकारः तु इकारस्य स्थाने उत्तमपुरुष ई स्थाने अ आदेशः आगच्छति, परन्तु सूत्रस्य स्मरणार्थे नास्ति. इतोत् वा? इतः स्थाने अत् इति. लिङ्गः लस्य इतः अत् इति सूत्रेण इकारस्य स्थाने अ आदेशः आगच्छति. तर्हि लिङ्गः सियुट् अनेन इय आगमः इ योगः अ इदानीं वयं न पश्यामः किल भगिनि, अकारः अच्वर्णः अस्ति इति. यकारस्य लोपः न भवति अत्र. न भवति बलि वल् वल् वल् प्रत्याहारे एव बलि नास्ति. बलि नास्ति इति ईय इति रूपम् आगच्छति. सत्यं. तदनन्तरं द्विवचने बहिः इति अस्ति. लिङ्गः स्यूट् अनेन ई आगमः. ई योगः वहि, वकारः वलि अस्ति इति. यकारस्य लोपः भवति लोपोभ्योर्वलि अनेन ई वहि इति रूपं प्राप्तम्. अन्ते महिङ् इति रूपम् अस्ति. नकारस्य लोपः, तस्य लोपः हलन्त्यं कारणेन महि तिष्ठति. इदानीं लिङ्गः स्यूट् अनेन ई आगमः भवति. ई योगः महि, मकारः वलि अस्ति अतः यकारस्य लोपः लोपोभ्योर्वलि अनेन ई योगः महि ई महि इति रूपं निष्पन्नम्. इदानीं उक्तवती भगिनि, किमपि अदृष्ट्वा न उक्तवती. भगिनि भगिनि एकवारम् एकवारम् एक धातु प्रकारे आत्मनेपदी विवरणं न विवरणं न धातुप्रकारे एक धातु आत्मनेपदी धातु तत्तु अद्य अद्यतन विषयः नास्ति खलु भगिनि. Understanding why all those, you know, how it forms. what forms? तत्र तु बहूनि कार्याणि सन्ति खलु भगिनि. इदानीं सिद्धसिंहपतिः एव अभवत्. द्वम् इद् इद् वहि महि तत्तु एक धातु विधिलिङ्गि बन्ध् धातु स्वीकरोति चेत् वन्देत वन्देयातां वन्देरन् वन्देताः वन्देयाथां वन्दे द्वं वन्देय वन्दे वहि वन्दे महि इति विधिलिङ्गरूपा. अस्तु अस्तु अस्तु अस्तु भगिनि. किन्तु मध्ये विकरणप्रत्ययः सर्वम् आगच्छति, तस्य विषयं तु वयम् आदन्तगणं कृते तु पूर्वं दृष्टवन्तः खलु. तर्हि अद्यतनविषयः अभवत् खलु, तावदेव. धन्यवादः, धन्यवादः भगिनि, धन्यवादः. तर्हि इदानीम् अनदन्तङ्गानां कृते विधिलिङ्गि भेदः अस्ति न कोऽपि भेदः, न कोऽपि भेदः अस्ति. अस्तु तर्हि अभवत् खलु. किमपि प्रश्नः अस्ति वा अस्यापि? बहुवारं द्रष्टव्यं, किमर्थम् इति द्रष्टव्यं भवति. आम्, बहूनि सूत्राणि सन्ति. आम् आम्. अतो एयः इति अस्ति, अतरम् आतोनितः अस्ति, अतो एव. भगिनी लिखित्वा एव पठामि भगिनी, कण्ठस्थीकरणं किमपि नास्ति, लिखित्वा एव. कण्ठस्थीकरणं बहु बहु बहु कठिनम्. आमामपि तथैव भगिनी आगच्छति, सूत्रं दृष्ट्वा एतत् कार्यं करोति इति अवगमनम् आगच्छति. परन्तु अहं तु बहु छात्रा, ऐ मीन् क्लासस्, ऐ हेवन्ट् टेकन् सो मेनि क्लासस्. आं भगिनि, तत् कष्टं भवति. गतवर्षे यदा महोदय, यथा संवत्सरे यदा महोदय यत् पाठितवान् अस्माकं, तस्मिन् समये तु मम तु मनसि किमपि नासीत्, अवगमनमेव न भवत् अर्थमायाति, अर्थम् आयाति. तत्तु विवरणं करोमि चेत् न कर्तुं शक्नोमि. वर्षद्वयं भविष्यति भगिनि, तावद् विवरणं कर्तुं अहं वर्षद्वयं वा भविष्यति भगिनि. इदानीं तु केवलं ममपि तथैव आसीत्, प्रथमं तु किमपि न अहं न अवगतवती. किमर्थं मम संस्कृतभाषाज्ञानमपि बहु न्यूनमासीत्, सम्भाषणभाषायाः अपि. तर्हि बहु सर्वेपि बहु सुन्दर सुन्दरे अत्र अस्मिन् वर्गे, अस्माकं तु बुधवासरस्य वर्गे सर्वे प्रगताः एव सन्ति. महोदय पाठयति अवगच्छन्ति. मम तु वर्षद्वयम् अभवत्, किञ्चित् अपि ज्ञानं भवितुम्. अधुनापि मम संशयः जायते, भगिन्यः एव महोदयः एव. अखिला भगिनी, अखिला भगिनी, रश्मि भगिनी और रामप्रिया भगिनी, बहु बहु सुन्दर भाषां संस्कृतभाषे बहु बहु सम्यक् कर्तुं अस्तु अस्तु भगिनि. धन्यवादः भगिनि. तर्हि तर्हि शुभरात्रिः सर्वेषां. शुभरात्रिः, धन्यवादः. शुभरात्रिः, धन्यवादः.